नमस्सर्वेभ्यः, अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतम्। अस्माकं विषयः अस्ति स्वादिगणः इति। तत्र गतवर्गे छीधातोः परस्मैपदीरूपाणि साधितानि, इदानीम् आत्मनेपदीरूपाणि। तर्हि छीधातोः लटि कः वदति? अनिमा भगिनी वदति वा लटि? तत्र चिनु चिनुते इति भवति, ते आते आते इति अस्ति, आते द्वे ए वहे महे, तु चीयोगः नु योगः ते चिनुते, चीयोगः नु योगः आते चिन्वाते। इत्युक्ते चिनुते इत्यत्र चीयोगः नु इत्यत्र एकवारं वदतु, तत्र नु प्रत्ययं निमित्तीकृत्य किं कार्यं भवति इति। श्नु विकरणप्रत्ययः, असंयोग तादृशं वा? तत्र श्नु प्रत्ययः अपित् अस्ति, अतः किं भवति इति एकवारं स्मारयतु। आम् अस्तु, गुणः न भवति, अपित् अस्ति चेत् गुणः न भवति, अतः योगः एव भवति चिनुते इति। आं, चिनुयोगः, ते पुनः तत्र चिनु इति अङ्गम् अस्ति, तत्र ते इति प्रत्ययः कीदृशः, तत्र पुनः गुणः भवति वा? ओके, ची योगः नु योगः ते इति भवति, नु नु इति अपित् अस्ति, ते अपि अपित् अस्ति, तत्र कुत्रापि गुणः न भवति, चिनुते इत्येव भवति। द्विवचने, तर्हि सर्वत्र चिनु इति अङ्गम्। अग्रे तत्र चिनु इति अङ्गम् आधारीकृत्य किं कार्यं भवति इति वदतु, केवलं रूपम् इति मास्तु। आम् अस्तु, अजाति पिच्छु एव अवादेशः भवति, अन्यत्र तु गुणनिषेधः इत्येव अस्ति किल भगिनि? चिनुयोगः आते अत्र किं कार्यम् अस्ति? अस्तु, तत्र खुष्णुवोः सार्वधातुके इति भवति, तत्र यण् भवति। कथं यण् आदेशः भवति इति किञ्चित् प्रतिपादयतु, निमित्तं किम्? श्नु खुष्णुवोः सार्वधातुके इति अस्ति, श्नु विकरणप्रत्ययः अस्ति चेत् तत्र यण् आदेशः भवति, असंयोगपूर्वः अपि अस्ति चेत्। अनेकाचः कृष्णोः असंयोगपूर्वस्य ओः अङ्गस्य यण् अचि सार्वधातुके इति अस्ति, अजादि अपित्सु इति तादृशम्, अजादि अपित्सु तादृशं भवति, अतः तत्र यण् आदेशः भवति। असंयोगपूर्वः इति कथमस्ति? शक्नोति अस्ति चेत् तत्र नु प्रत्ययात् पूर्वं क हल् अस्ति, अतः क्नु इति भवति, शक्नु इति भवति। अत्र तु चिनु इत्येव अस्ति, तत्र हल् नास्ति, संयोग इत्युक्ते हल् द्वयम् आवश्यकम्। अत्र किम् अस्ति? अच्छेव अस्ति, इन् ईन इति अस्ति खलु, अतः संयोगपूर्वः अस्ति, अतः यणादेशः भवति। अतः चिन्वाते इति भवति, एवमेव अते अपि तादृशमेव भवति, अतः ची नु अते, तत्रापि यणादेशः चिन्वते इति भवति। अनन्तरं द्वितीय तत्र से अथे द्वे इति अस्ति, से तत्र किमपि न भवति, अजाति नास्ति, अतः योगः एव भवति, हलादि पित्सु तत्र हलादि पित्सु वा अत्र सिप् इति अस्ति परन्तु चि सिप् इति नास्ति खलु कुत्र अस्ति सिप् सारि तत्तु पचस्नेपदी अस्ति तत्र से इति एव अस्ति अतः हलादि अपित् एव अस्ति मम दोषः सो अत्र गुणः न भवति चि से इत्येव भवति रूपं इन्को चिन्तयामि चिनुषे इति भवति इन्कोः इत्यनेन सकारस्य षत्वं भवति सूत्रम् आदेशप्रत्ययोः आदेशप्रत्ययोः इति पुनः अजादि अपि भवति अतः अनेकाचः उष्णुवोः संयोगपूर्वस्य ओः अङ्गस्य यन् अचि सार्वधातुके आर्थे इति अस्ति सुचिन्वार्थे इति भवति अनन्तरं द्वे इति अस्ति तत्र पुनः योगः एव भवति हलादि अपि गुणः न भवति चिनु ध्वं चिनु द्वे इति भवति उत्तमपुरुषे ए वहे महे इति अस्ति अत्र चिनु योगः ए अत्रापि हुष्णुवोः सार्वधातुके अजादि अपि तस्य अतः चिनुवे इति भवति वहे महे इत्यत्र योगः एव भवति चिनुवहे चिनुमहे इति भवति अनन्तरं लो वहे महे इत्यत्र वहे इत्यत्र एकमेव रूपं वा न न अहं वदामि उकारस्य वा लोपः भवति लोपश्च अस्य अन्यतरस्यां वोः इति असंयोगपूर्वस्य अत्रैव भवति अस्य संयोगपूर्वस्य प्रत्ययस्य उतः अङ्गस्य लोपः च मोः अन्यतरस्याम् इति अतः उकारस्य लोपः भवति चिन् चिन्वहे चिन्महे इत्यपि रूपं भवति समीचीनम् उत्तमं धन्यवादः समीचीनम् अस्माकं वर्गे विनयमहोदय अस्ति खलु सः सप्ताहद्वयात् न आगतवान् तस्य स्वास्थ्यं सम्यक् नास्ति अस्तु तर्हि अग्रे किं विजया भगिनी वक्तुमिच्छति वा लोट् लकारे भगिनि अस्ति वा विजया भगिनि अत्र अत्र तू तात् इति अस्ति खलु महोदय तत्तु परस्मैपदी इदानीम् आत्मनेपदी आत्मनेपदी ताम् आताम् अताम् अनन्तरं स्व आत्थं द्वम् ऐ आवहे आमहे इति अस्ति अत्र धातु तु चिनु अस्ति अत्र किमपि कार्यं ताम् इति हलादि अपित् अस्ति अतः किमपि कार्यं नास्ति चिनु ताम् इति वर्णमेलनमेव खलु महोदय अनन्तरम् अत्र आताम् इति अस्ति अत्र अचिष्णु धातु ब्रुवां यो यव उवङ्गौ इति बाधित्वा उष्णुः सार्वधातुके इत्यनेन यदादेशः भवति अतः एव अत्र किम् इत्यनेन उकारस्य स्थाने वकारः भूत्वा चिन्वताम् इति भवति चिन्वाताम् अनन्तरम् अत्र तदेव अताम् इति स्थाने चिन्वताम् इति भवति अनन्तरमत्र स्व अस्ति तत्स्थाने आदेशप्रत्ययोः इत्यनेन मूर्धने शकारः भूत्वा चिन्युष्व इति भवति. अनन्तरम् अत्र तदेव भवति चिन्वाथाम् इति उष्णो सार्वधातुके इत्यनेन. अनन्तरम् अत्र द्वम् अस्ति, अत्र अपि किमपि कार्यं नास्ति एव. चिनुद्वम् इति भवति, वर्णमेलनमेव. अनन्तरम् अत्र ऐ अस्ति, अत्र चिन् अस्ति, चिनु इति अस्ति, न न अत्र चिनु अस्ति. अत्र उकारस्य स्थाने ओकारः भवति सार्वधातुक अर्धधातुकयोः. अनन्तरम् अत्र ओकारस्य स्थाने एचो यव यावः इत्यनेन अवादेशः भवति. अतः तत्र अनन्तरम् अत्र ऐ अस्ति, अतः तत्र चिनवै इति भवति. खलु खलु महोदय? अनन्तरम् अत्र आवहै अस्ति, तत्र अपि सार्वधातुक अर्धधातुकयोः इति कार्यं करोति. उकारस्य स्थाने ओकारः भवति. अनन्तरम् एचो एव यावः इत्यनेन आयादेशः भवति. चिनवावहै चिनवावहै चिनवामहै इति भवति महोदय. सम्यक्, उत्तमं, धन्यवादः. इदानीं तत्र लङ्लकारे किम् उमाभगिनी वदति वा? किं तडागमः अच्युत अच्युवातम् अच्युत अच्युताः किं किम् अच्युताः इति वा? सम्यक् न श्रूयते, किं पुनः वदतु? अच्युत इति प्रथमपुरुषे एक अच्छिन्वातां, चिनु इति नास्ति, अच्छिन्वातां यणादेशः भवति खलु. अच्छिन्वातम् इति रूपं कथं लभ्यते? केन सूत्रेण यणादेशः? यन् सन्धिः न, यणादेशः. केन सूत्रेण? कुष्णोः सार्वधातुके. रूपं किमस्ति? प्रत्ययः कः? तर्हि किम् किमर्थम् अचिन्वद्वम्? अङ्गं किम् अस्ति? छि इति धातुः प्रत्ययः कः अत्र? न, द्वम् इति तिङ् प्रत्ययः, मध्ये विकरणप्रत्ययः कः? अचिनु इति प्रत्ययः, तर्हि अङ्गं किं भवति? अचिनु अचिनुद्वं तावदेव. अग्रे प्रत्ययः कः? किं किञ्चित् उच्चैः वदतु भगिनि, किमपि न श्रूयते. या प्रत्ययः कः? तर्हि इ, तर्हि अङ्गं किम् अस्ति? किं किं कार्यं भवति अत्र? इ इति प्रत्ययः कीदृशप्रत्ययः? पित्वा पित्वा अपित् प्रत्ययः. तर्हि अत्र किं कार्यं भवति? गुणः भवति वा? गुणः न भवति. तर्हि किं कार्यं भवति अत्र? अजादिप्रत्ययः अपित् प्रत्ययः अस्ति चेत् किं कार्यं भवितुम् अर्हति? पूर्वं किं कृतम्? अजादिप्रत्ययः पूर्वमपि आसीत् खलु? किं कृतवती तत्र? अचिनुत इत्यत्र नास्ति, अचिन् वार्ताम् इत्यत्र. किम् अचिनु योगः आताम् इत्यत्र किं कार्यं भवति कृतवती? केन सूत्रेण? यण् सन्धिः नास्ति, केन सूत्रेण? उष्णो सारोदातके अजादि अपित् प्रत्यये परे, अजादि प्रत्यये परे असंयोगपूर्व उकारः चेत् यणादेशः भवति. अत्र असंयोगपूर्व उकारः अस्ति वा? यणादेशः भवति चेत् चिनु अचिनु इत्यत्र यणादेशः भवति चेत् किं भवति तत्र उकारस्य? किमस्ति योजनं करोतु, वकारस्य किम् उकारस्य स्थाने वकारः. तर्हि अचिन् व इ अचिन्वि इति अस्ति खलु? अचिन् अग्रे न न न अत्र किं विजयलक्ष्मी भगिनी किञ्चित् साहाय्यं करोतु, एकवारं प्रतिपादयतु भगिनी भगिन्याः आगमनार्थम्. वहि महि इति प्रत्ययः प्रत्ययौ तत्र प्रथमः प्रथमं रूपं तु केवलं वर्णमेलनम् अचिनु वहि अचिनु महि इति. द्वितीयं रूपं तत्र अन्यतरस्य लोपश्च अस्य अन्यतरस्यां मोः इति उकारस्य विकल्पेन लोपः भवति, अतः अचिन् वहि अचिन् महि इति अपरं रूपम्. निमित्तं किम्? कस्य भगिनि? तत्र लोपेन लोपः किं निमित्तम्? विकल्पेन उकारस्य लोपः असंयोगपूर्व उकारः भवेत्, अपि च वकारादौ प्रत्ययः उत मकारादप्रत्ययौ भवेत्, प्रत्ययान्ते उकारः अण्ड् उकारस्य पूर्वम् असंयोगः भवेत्, तदेव निमित्तं सम्यक् इति अस्ति। अत्र असंयोगः कः उकारात् पूर्वं? तत्र चिनु इत्यत्र उकारात् पूर्वं नकारः अपि च इकारः अस्ति, तत्र हलन्तं भवे नास्ति, अतः हलन्तस्य पूर्वम् इकारः अस्ति, तत्तु अच्वर्णः, अतः संयोगः नास्ति। उकारात् पूर्वं हल् वर्णद्वयम् अस्ति चेत्, श्नु प्रत्ययस्य उकारात् पूर्वं हल् वर्णद्वयम् अस्ति चेत् तदानीं संयोगः अस्ति उकारात् पूर्वम् इति वदामः। उकारात् हल् वर्णद्वयं नास्ति चेत् तदानीम् एकः अच्वर्णः अस्ति चेत् असंयोगपूर्वः इति कृतम्। आमां द्वे रूपे स्तः अस्तु अस्तु भगिनी विजयलक्ष्मी भगिनी विधिलिङ्ग् लकारः इति अपि साधयतु। आत्मनेपदिनः विधिलिङ्ग् ईत ईयाताम् ईरन् ईथाः ईयथाम् ईध्वम् ईय ईवहि ईमहि इति अस्ति। अत्र चिनु ईय इति भवति, ईय न प्रत्ययः के ईत सारि चिनु ईत, तत्र हुष्णोः सार्वधातुके इत्यनेन उकारस्य यण् भवति व भवति, चिन्वीत इति भवति। अनन्तरं चिन्वीयातां, तत्रापि हुष्णोः सार्वधातुके इत्यनेन वकारस्य स्थाने उकारस्य स्थाने वकारः चिन्वीयाताम् इति रूपं। बहुवचने चिन्वीरन् तत्रापि हुष्णोः सार्वधातुके इत्यनेन उकारस्य स्थाने वकारः चिन्वीरन्, अपि च मध्यमपुरुषे ईथाः इति अस्ति खलु, तत्र चिनु योगः ईथाः, तत्र अपित् अस्ति, तत्रापि हुष्णोः सार्वधातुके भवति खलु। हा अत्र अत्र सर्वे प्रत्ययाः कीदृश कीदृश आदिः सर्वे प्रत्ययाः अत्र ई अस्ति इति कृत्वा अजादि प्रत्ययः, अतः सर्वत्र कार्यं भवति। उष्णोः सार्वधातुके इत्यनेन वकारः विधीयते, अतः चिन्विथाः चिन्विथाः चिन्वीयाथां चिन्वीध्वं चिन्वीय अपि च ईवहि अस्ति चिन्वीवहि ईमहि चिन्वीमहि समीचीनम् इति एव अस्ति. सर्वे प्रत्ययाः अपितः अपि सन्ति, सर्वे प्रत्ययाः निद्वत् भवन्ति खलु. अस्तु अस्तु समीचीनं. तर्हि अग्रे तत्र अश् इति धातुः लक्ष्मीभगिनी वदति वा लटि? आं भगिनि वदामि. अत्रापि लट् अस्य धातुः आत्मनेपदीरूपमेव अस्ति, रूपाणि एव सन्ति. तर्हि ते आते अते धातुः अस्य धातुः खलु भगिनि. तर्हि ते आते अते ते आथे द्वे ये वहे महे इति आत्मनेपति प्रत्ययः. अश्योगश्नु प्रत्ययस्य योजनेन शकारस्य लोपः जायते, केवलं नु तिष्ठति. अश्नु इति अङ्गं लभते. इदानीम् अश्नुयोगते इत्यत्र केवलं वर्णमेलनमेव, यतोहि सर्वे प्रत्ययाः अपितः. इदानीं हलादि अपि अस्ति, ते केवलं वर्णमेलनं सम्भवति. अश्नुते अश्नुयोग आते इत्यत्र इकोयनचि प्रबाद्य सार्वधातुकार्थधातुकयोः आयाति, तदपि प्रबाद्य अचिष्णु अचिष्णो अचिष्णुधातुध्रुवां योरिवङ्वङौ सूत्रम् आयाति. अनेन सूत्रेण उवङ् आदेशः भवति. अश्नुयोग आते इत्यत्र उकारस्य स्थाने उवङ् आदेशः भूत्वा अश्नु अश्नुव योग आते अश्नुवाते इति रूपं सिद्ध्यते. तथैव अश्नुयोग अते इत्यत्रापि उकारस्य स्थाने उवङ् आदेशः भूत्वा अश्नुव अते अश्नुवते इति रूपं सिद्ध्यते. अग्रे मध्यमपुरुषप्रत्ययः से आते द्वे इत्यत्र अश्नुयोग से इत्यत्र से इति अपित् प्रत्ययः हलादि अपित् प्रत्ययः. तर्हि केवलं वर्णमेलनं सम्भवति, किन्तु आदेशप्रत्ययोः इति सूत्रेण सकारस्य षत्वं जायते, यतोहि अश्नु इत्यत्र उकारः पूर्वमस्ति. नसे इत्यस्मात् पूर्वम् उकारः अस्ति. इन्कोः इत्यस्मिन् उकारः वर्तते, अतः अश्नुसे इति रूपं साधयामः. आथे अश्नुयोग आथे इत्यत्र पुनः अचिष्णु धातुभ्रुवाङ् युवोरियङ् उवङौ सूत्रेण उवङ् आदेशः उकारस्य स्थाने भूत्वा अश्नुव योग आथे अश्नुवाथे इति भवति. अश्नुयोगद्वे अत्र केवलं वर्णमेलनं, हलादि अपित् प्रत्ययः अस्ति. अश्नुद्वे इति सिद्ध्यते. उत्तमपुरुषप्रत्ययाः ये वहे महे अश्नुयोग ये इत्यत्र अचिष्णुधातुवाङ् युवर्यमुवङौ सूत्रेण उवङ् आदेशः भूत्वा अश्नुव ये अश्नुवे इति रूपम् एकवचनं. द्विवचने वहे इति अस्ति. अश्नुयोगवहे केवलं वर्णमेलनं, अश्नुवहे बहुवचनं अश्नुमहे इति अस्ति. अत्र लोपश्चास्ति अन्यतरस्यां मोः इति सूत्रं न प्रवर्तते, यतोहि असंयोगपूर्वः नास्ति, संयोगपूर्वः अस्ति इति कारणात् इदं सूत्रं न प्रवर्तते. केवलं वर्णमेलनं अश्नुवहे अश्नुमहे इति सिद्ध्यन्ते, रूपाणि सिद्ध्यन्ते. समीचीनं, बहु बहु समीचीनं, धन्यवादः भगिनि, उत्तमं. तर्हि इदानीम् अग्रे लोट्लकारः इति वंशीभगिनी वदति वा? आं भगिनि अश् इति धातु अस्ति अनदन्त अङ्गम् अनदन्तधातु अनदन्तमेव भवति न अदन्तं नास्ति अनदन्तं भवति अतः तत्र लोट्लकार प्रत्ययाः के सन्ति इत्युक्ते स्व अथां त्वम् ऐ आवाहे आमाहे अत्र तु अश् अस्ति अश् अश्योगः श्नु शकारस्य लोपः भूत्वा अश्नु इति अङ्गं भवति अश्नु इति तु अदन्त अङ्गं भवति अधुना तु अदन्त अङ्गं भूत्वा तत्र तु अश्नुयोगः तां तत्र तु अपित्त हलादिप्रत्ययः अस्ति अतः तत्र किमपि कार्यं न भवति अश्नुतामेव भवति तस्मात् तत्र अश्नुयोगः आतां तत्र तु अजादि अपित् अस्ति अतः तत्र पूर्वं तु उत्सर्गरूपे निको एनचि भवति तस्मात् अनन्तरम् अचिष्णु अचिष्णु सार्वधातुक किमस्ति क्षम्यतां भगिनि अचिष्णु अचिष्णु धातु ब्रुवां यो अचिष्णुं अचिष्णु धातु ब्रुवां यो रङ्गौ इति सूत्रेण तत्र उवङ् आदेशः भवति तत्रापि प्रभात्य उष्णवोः सार्वधातुकीर्तिनेन यणादेशः भवति तत्र तु अश्नु संयोगः अस्ति किल तत्र उकारः पूर्वः संयोगः अस्ति उष्णुः सार्वधातुके तु असंयोगपूर्वकः उकारः स्थाने एव कार्यं करोति अत्र तु संयोगः अस्ति इति कारणात् उष्णोः सार्वधातुके कार्यं न करोति अतिष्णुधातु ब्रुवां यो रङ्गौ इति सूत्रेणैव तत्र उवङ् आदेशः भवति अतः अश्नु अश्नवातां आदेशः अश्नवातां कथं भवति अश्नु अश्नुवार्ताम् इति भवति अश्नुवार्ताम् इति भवति क्षम्यतां भगिनि समीचीनं वा अश्नुवार्ता तत्र अस्तु तस्मात् अनन्तरं कथाम् इति अस्ति तत्रापि तत्र अजादि अपि अस्ति अतः तत्रापि अचिष्णु धातु ब्रुवां युवलिङ्गौ इति सूत्रेण तत्र उवङ्गादेशः भवति अत्रापि अश्नु वताम् इति भवति अश्नुवतां पूर्वं तु अश्नुवाताम् इति अस्ति तस्मात् अनन्तरं स्व इति प्रत्ययः अस्ति स्व अपि तत्र हलादि अपि अस्ति अश्नु योगः स्व तत्र आदेशप्रत्ययोः इत्यनेन तत्र सकारस्य स्थाने मूर्धनशकारः भवति अश्नुष्व इति भवति अश्नुयोगः आथां तत्रापि अचिष्णु धातु ब्रुवां युवरङ्गौ इति सूत्रेण तत्र अश्नुवाथाम् इति भवति अश्नुयोगः ध्वं तत्र हलादि अपि अस्ति परन्तु अजादि नास्ति इति कारणात् तत्र किमपि कार्यं न भवति अश्नुध्वम् एव भवति यतोहि अजादि प्रत्ययः नास्ति अश्नुध्वम् एव भवति अश्नुयोगः ऐ तत्र तु पित् अस्ति अजादि पित् इति कारणात् तत्र तु गुणः भवति अश्नुयोगः ऐ अश्नोयोगः ऐ अश्नोयोगः ऐ तत्र तु यचोयवायावः इत्यनेन अश्नुयोगः ऐ अश्नोयोगः ऐ भवति अजादिप्रत्यये अश्न एकनिमिष भगिनि अश्न अश्नवै अश्नवै एव भवति न अश्नवै अश्नवै समीचीनं तत्र मनसि तत् सन्धिकार्यं कुरु अस्तु तस्मात् अन्त आवाहै अस्ति तत्र अजादि पित् अस्ति अतः तत्र गुणः भवति अश्नु इत्यस्य अश्नो भवति अश्नोयोगः आवाहै तत्रापि यजोयवायावः इत्यनेन अश्नवावहे इति भवति समानरीत्या अश्नवामहे इति अपि तत्र रूपं भवति सम्यक् समीचीनम् धन्यवादः भगिनि इदानीं तत्र सरस्वती भगिनी लङ्लकारे भगिनी माम् आहूतवती वा आम् अस्तु अश्नुयोग तत्र किमपि गुणकार्यं नास्ति, परन्तु अजादि धातु अस्ति अतः आडजादीनां तथा च आटश्च इत्यनेन सूत्रेण आश्नुत गुणकार्यं नास्ति अतः अपि तस्य अतः पुनः त आतां तर्हि अत्र संयोगः अस्ति अतः हुष्णुवोः सार्वधातुके अनेन सूत्रेण कार्यं न भवति. अचिष्णुधातु गृहां युवोर्यङ्गु अङ्गौ अनेन सूत्रेण कार्यं भवति अतः उवङ्ग् आदेशः भवति. तत्र केवलम् उब् अवशिष्यते अतः अश्नुवाताम् तदनन्तरम् आश्नो वत् आत्मनेपदेश्वनतः अतः अत् आश्नो वत् आश्नोवथाः आश्नोवाथाम् आश्नुवतः इति उक्तवती वा? अश्नुवत्थाः न व इति कुतः प्रत्ययः कः? अश्नुथाः अश्नुथाः अश्नुवाथाम् अश्नुध्वम् अश्नुध्वं तदनन्तरमस्ति अश्नुवि अश्नुमहि. अस्तु सम्यक् सम्यक्. अत्र आडाजादीनाम् आटस्य किं भवति इति एकवारं प्रतिपादयतु सर्वेषां कृते. अजादि धातु अस्ति चेत् लुङ् लङ् ष्वडुदात्तः अनेन सूत्रेण अडागमः न भवति. आडजादीनाम् अनेन सूत्रेण अडागमः भवति अतः आडागमः भवति. आं सम्यक्. तर्हि आट् आद्यन्तौ टकितौ परिभाषया आगच्छति. तर्हि आट् योग अश्नुत आगच्छति. इदानीम् आट् योग अ अस्ति अतः आटश्च अनेन वृद्धिः भवति अतः आश्नुत भवति. एवमेव अन्यत् सम्यक् आकारयोः पूर्वपरयोः स्थाने एकः वृद्धि आदेशः. अस्तु समीचीनं सम्यक् धन्यवादः. धन्यवादः. तर्हि इदानीं विधिलिङ्गकारः किं मीना भगिनी वदति वा? आं भगिनि, विधिलिङ्गकारः अश् धातु आत्मनेपदे धातु हलन्तदातु श्नुविकरणप्रत्ययः अश्नु इति अङ्गं भवति. तदनन्तरम् ई विधिलिङ्ग आत्मनेपदम् ईत ईयातां अश्नु इति अश्नु ईत तत्र ईत् तत्र अश्नु तत्र हलन्त अपि धातु अस्ति तस्मात् अचिष्णु अचिष्णु धातु ब्रुवां यो यङ् औटि सूत्रेण उवङ् आदेशः भवति. अश् नकारस्य इकारस्य उव् भवति. अश्नुव् ईत अश्नुवीत इति रूपं भवति प्रथमं. तदनन्तरम् अश्नु अश्नुवीयातां तत्र अश्नुयोगः अश् योगः नु ईय आतां तत्रापि अजन्त अपित् अस्ति. प्रथम प्रत्ययः तत्र अश्नु आश्नु उवङ् अचिष्णु धातु ब्रुवां यो यङौ इति सूत्रेण उवङ् भवति अश्नुवीयाताम् उचितं वा अश्नुः अश्नु ई आताम् अश्नुवीयाताम् इति भवति तदनन्तरम् अश्नुवीर् ईरन् अत्र तत्र अश्नु ईरन् तदा तत्रापि अचिष्णु धातु इयङ् वाङ् ब्रुवाम् इयङ् युवोरियङ् युवङौ इति सूत्रेण अश्नुवीरन् इति भवति तदनन्तरम् अश्नुवी ईताः ईताः ईयाताम् ईद्वम् ईताः अश्नु ईथाः अश्नु अत्रापि अचिष्णु ब्रुवां योयङौ इति सूत्रेण अश्नुव् ईथाः तत्र अश्नुवीताः भवति अश्नुवीयाताम् अत्र तत्रापि समानं प्रक्रिया एव अश्नुवी अचिष्णु ब्रूत्वां युवयौ इति सूत्रेण अश्नुवीः अश्नुवी अश्नुवीयाताम् अश्नुवीयाताम् भवति तदनन्तरम् अश्नुवीद्वं तत्र समानमेव कार्यं नूतनकार्यं नास्ति तत्र अश्नुवीद्वं तदनन्तरम् अश्नु अश्नु ईय ईय ईवहि ईमहि तत्र अश्नु ई तत्र तत्रापि अचिष्णु धातु ब्रुवां युवं युवङौ अश्नुवीय अश्नुवीय अश्नुवीय अश्नुवी अश्नुवीवहि नूतनकार्यं नास्ति अश्नुवीय वहि अश्नुवी अश्नु ई वहि अश्नुवी वहि अश्नुवीमहि समीचीनं सम्यक् भगिनि सम्यक् धन्यवादः समीचीनं तर्हि इदानीम् अस्माकं करपत्रं प्रति गच्छामः तत्र चिनु इति रूपाणि साधितानि तर्हि ततः अग्रे अत्र एतावत् पद्धतिः अवगता स्यात् इति ततः आरभ्य पठामः तत्र शोभा भगिनी पठति वा आं भगिनि एतावता पद्धतिः अवगता स्यात् सर्वप्रथमं धातुः अजन्तो वा हलन्तो वा इति जानातु तदा सर्वत्र अस्माकं चिन्तनक्रमः एवं तिङ्प्रत्ययः पित्वा अपित्वा तिङ्प्रत्ययः अजादिः वा हलादिः वा तर्हि एतावता पद्धतिः का इति अवगतवन्तः इत्युक्ते तत्र धातुः अजन्त वा हलन्त वा इति द्रष्टव्यम् अजन्त यतोहि तत्र तदनन्तरं पुनः अजादि अपित्सु अजादि अपित्सु इति अग्रे भविष्यति हलन्त अस्ति चेत् हलादि पित्सु हलादि अपित्सु इति अपि च तत्र संयोगपूर्वः असंयोगपूर्वः इति अपि आगच्छति इति दृष्टवन्तः तस्मात् अग्रे तिङ्प्रत्ययः तदेव पित्वा अपित्वा इति तत्र कुत्रचित् केचन प्रत्ययः एव पित् सन्ति यथा दृष्टवन्तः इदानीम् आत्मनेपदी तत्र लट्लकारे सर्वे अपित् प्रत्ययः एव लोट्लकारे उत्तमपुरुषे एव पित् प्रत्ययाः त्रिषु वचनेषु अपि च लङ्लकारे पुनः सर्वे लङ् अपि विधिलिङ्लकारे सर्वे अपित् प्रत्ययाः एव अपि च तत्र तिङ्प्रत्ययः पित्वा अपित्वा इति तत्र तथा द्रष्टव्यं तिङ्प्रत्ययः अजादि वा हलादि वा इति तत्र कुत्रचित् यथा तत्र विधिलिङ्लकारे सर्वे प्रत्ययः अजादयः एव किन्तु अन्यत्र लट् लकारे लट् लोट् लङ् लकारेषु तत्र किं तत्र एकवचने लट् लकारे तर्हि तत्र कुत्रचित् अजादि ततः भवन्ति, कुत्रचित् हलादि मिश्रिताः सन्ति तत्र, ते तान् अनुसृत्य सूत्राणि भवन्ति इति. यथा तत्र संयोगपूर्व किं हलादिपित्सु गुणः, अजादिपित्सु अवादेशः, हलादि गुणः अवादेशः, गुणः अवादेशः, हलादि अपित्सु किट् क्निति चैतन्येन गुणनिषेधः भवति, किमपि कार्यं न भवति. अजादि अपित्सु इदानीं दृष्टवन्तः, अजादि अपित्सु तत्र संयोगपूर्वः अस्ति चेत् अचिष्णु धातु भ्रुवां योर् इयङ् वङ्गौ इति सर्वत्र आगतम्. अपि च असंयोगपूर्वः अस्ति चेत् यथा चिनु अस्ति चेत् तत्र हलादिपित्सु तत्रापि गुणः, अजादिपित्सु पुनः तत्र गुणः, तदनन्तरम् अवादेशः. हलादिपित्सु तत्र उकारस्य लोपः भवति, उतश्च क्षम्यतां तत्र लोपश्चान्यतरस्यां मोहो इति. कुत्र भवति उकारस्य लोपः? तत्र हलादि अपित्सु असंयोगपूर्व, सर्वत्र हलादि अपित्सु इति न, केवलं वकारे परे मकारे परे एव. हा, वकारे मकारे परे एव भवति. हा, तत्र मोहो इति मकारे वकारे परे, अपि च विकल्पेन भवति अन्यतरस्याम् इति. अपि च अजादि अपित्सु तत्र यण् भवति सार्वधातुके, किन्तु अपित्सु एव, अजादि अपित्सु हुष्णुवोः इत्यनेन यणादेशः भवति इति दृष्टवन्तः. तर्हि तेन लोटि उक्तवती वा, लोटि किं भवति इति? लोटि अस्तु, लोट्लकारे असंयोगपूर्व पूर्वः अस्ति चेत् चिनु, चिनु अस्ति चेत् लोट्लकारे किं भवति तत्र वकारादेशः भवति खलु, चिनुताम् इति भवति, तदनन्तरं चिन्वाताम् इति भवति हुष्णोः इत्यनेन. प्रत्यये परे, परन्तु तत्र मध्यमपुरुषे एकवचने किं भवति? मध्यमपुरुषे एकवचने केवलं वर्णमेलनं तत्र चिनुताम् इति एव भवति, यतोहि मध्यमपुरुषे एकवचने कुत्र? मध्यमपुरुषे एकवचने अस्तु. हा, मध्यमपुरुषे एकवचने चिनुयोगः स्व, चिनु स्व, तत्र परस्मैपदी चिनुयोगः हि. अस्तु अस्तु, क्षम्यतां, परस्मैपदी चिनुयोगः हि अथवा तात् इति अस्ति. चिनुयोगः हि भवति चेत् अपित् अस्ति, अपि च असंयोगपूर्वः अस्ति, तत्र हि लोपः भवति. हलादि अपित्सु वकारे मकारे परे हि लोपः केन भवति इत्युक्ते हेर्लुक्, उतश्च प्रत्ययात् असंयोगपूर्वात् हेर्लुक् इत्यनेन हेः लुक् भवति. अतः तत्र रूपं केवलं चिनुस्व अथवा चिनुस्व इति भवति, चिनु क्षम्यतां, हेः लुक् अतः चिनु भवति अथवा चिनुतात् इति विकल्पेन भवति. समीचीनं समीचीनम्, अग्रे किञ्चित् पठतु. अधुना अभ्यासः अपेक्षते अनदन्ताङ्गानां सिद्धतिङ्प्रत्ययान् पुरतः स्थापयित्वा येषां तिङन्तरूपाणि चतुर्षु लकारेषु उच्चारयन्तु. स्वादिगणीयाः धातवः, अजन्तधातवः, इकारान्ताः, अजन्ताः इकारान्ताः धातवः, ची चयने इति, निरनुबन्धधातुः ची, अङ्गं चिनु, लटि चिनोति चिनुते, यतोहि चिनि ची इति उभयपदी धातुः, ची साधितं, ची साधितम् इदानीम् अग्रे इति अग्रे. इदानीं शी बन्धने तत्र सी इति तत्र धात्वादेः शः सः इत्यनेन षकारस्य सकारादेशः सि तत्र सि योगः श्नु प्रत्ययः नु एव तिष्ठति सिनु इति भवति. तदनन्तरं तत्र गुणः दृश्यते. तर्हि तत्र पित् अस्ति इति चिन्तयामः. सिनुयोगः ति तत्र सार्वधातुकार्धधातुकयोः इत्यनेन सि उकारस्य ओकारः सिनो योगः ति सिनोति. किन्तु सिनुते सिनुते इति तत्र आत्मनेपदीरूपं तदपि तदनन्तरं पश्यामः. आत्मनेपदीरूपम् अनन्तरं पश्यामः. इदानीं लटीरूपाणि वदतु सिनु इत्यस्य. हा तर्हि तत्र चिनोति इति एव रूपाणि भवन्ति. चिनोति चिनुतः चिन्वन्ति चिनोति चिनोति इति वदतु. तथा एव. हा क्षम्यतां. तत्र सिनोति चिनुतः चिन्वन्ति सिनोषि सिनुथः सिनुथ तदनन्तरं सिनोमि सिन्वः सिनुमः इति सिन्वः सिनुवः सिन्मः सिनुमः इति भवति. समीचीनम् अस्तु भगिनि, सम्यक्. तर्हि इदानीं तत्र वस्तुतः तत्र इत्युक्ते तत्र सर्वाणि रूपाणि वदतु. लोटि अपि इत्युक्ते तत्र झटिति झटिति वदतु. लोटि लोटि अस्तु. लोटि चिन् चिनो क्षम्यतां भगिनि एकक्षणं. चिनोतु अस्तु. चिनोतु सिनोतु अपि च सिनोतु. हा सिनोतु सिनुतां सिन्वन्तु सिनुतात् लोटि सिनो सिनोतु सिनुतात् सिनोतु सिनुतात् क्षम्यतां सिनोतु सिनुतात् सिनुतां सिन्वन्तु. सिनु हि लोपः. सिनुतात् सिनुतं सिनुता. सिनवाणि सिनवाव सिनवाम. लङ्गि. हा लङ्गि इदानीं ता तां सिनुत लङ्गि क्षम्यतां असिनोत् असिनोत् असिनुताम् असिन्वन् असिनोः असिनुतम् असिनुत असिनवम् असिनुव असिन्व असिनुम असिन्म इति विधिलिङ्ग् तत्र असिनुयात् अनास्ति क्षम्यताम् सिनुयात् सिनुयातां सिनुयुः सिनुयाः सिनुयातं सिनुयाता सिनुयां सिनुयाव सिनुयाम इति भवन्ति. सम्यक्, बहु सम्यक्, उत्तमं. धन्यवादः भगिनी. इदानीम् अग्रे अरुणा भगिनी अग्रे वदति वा. शीय निशाने लटीरूपाणि. ओ अत्र वस्तुतः सिनुते इति तत्र आत्मनेपदी अस्ति खलु, तद् भवति करोतु अरुणा भगिनी. अस्ति वा अरुणा भगिनी? नास्ति वा? न श्रूयते. अस्तु तर्हि उषा भगिनी करोतु. अस्तु भगिनि, धातु सि सिनु इति अङ्गम् आत्मनेपति लटि ते आते अते सिनु सिनुते अनन्तरं एरने काच् असंयोगपूर्व सिन् वाते. किमर्थम् एरमेकाचो इति चिन्तयति? उष्णुवोः सार्वधातुके बट् असंयोगकंसम् एरमेकाचके. सिनुते सिन् वाते यण्सन्धि भवति. सिन् वाते केवलं रूपाणि वते. ओके सिनुते सिन् वाते सिन् वते सिनु उषे सिन् वाते सिनुद्वे देन् एवहेमहे सिन्वे सिन्वे तदपि सिन्वे सिनुवहे सिन्वहे सिनुमहे सिन्महे लटिरूपाणि लोटिरूपाणि लोटिरूपाणि ताम् ताम् आताम् ताम् सिनुताम् सिनुताम् सिन्वाताम् सिन्वताम् सिनुष्व सिन्वाताम् सिनुध्वम् ऐ आवहयामहे पित् प्रत्ययः गुणः अन्धन् अयाव सिनवै सिनवावहै सिनवामहै इति लोटिरूपाणि अनन्तरं लङ्गि सिनु अस् असिनु त आताम् अत असिनुत असिन्वाताम् असिन्वत तासातां द्वम् असिनु उत्थाः असिन्वाताम् असिनुद्वम् सन्ति अस् सिन्वि सिन्वि असिनु वहि सिन्वहि रूपद्वयम् अस्ति सिन्वहि सिन्वहि अपि च सिनुवहि अपि महि तथा एव महि अपि सिनुमहि सिन्महि इति लङ्गिरूपाणि अनन्तरं विधिलिङ्गरूपाणि ईतय्यताम ईरन् सर्वे प्रत्ययाः अजादि अपित् यञ्सन्ति एव सिन्वीत सिन्वीत सिन्वीयातां सिन्वीरन् सिन्वीताः सिन्वीयातां सिन्वीध्वं सिन्वीय सिन्वीवहि सिन्वीवहि सिन्वीमहि तत्र एकमेव रूपं वा आं भगिनि अजादि अस्ति खलु एकमेव अस्तु सम्यक् समीचीनं बहु समीचीनं धन्यवादः इदानीं तत्र शिनु श्रूयते आम् इदानीं श्रूयते अग्रे करोति वा शी निशाने इति धातुः परस्मैपदे शीङ् अत्र आदेश दात्वादेशे सः सा भवति स्ती भवति स्ती युवनु सिनु सिनु इति अङ्गमस्ति सिनु सिनु इति अभवत् भगिनि इदानीं शिनु सिनु एव भगिनि शिनु शकारः तालवे शकारः तालवे सिनु सिनु सिनु युवति सिनोति विकत्य ती पित् अस्ति गुणकार्यं सिनोति भवति सिनु युवतः पित् अस्ति हलादपित् अस्ति सिनो सिनुतः सिनु यौ अन्ति अजादि अपित् अस्ति कारणतः केवलं रूपाणि अतिष्ठदातु रूपमेव भगिनि ओके चिन् शिण्वन्ति शिनोषि शिनुथः शिनुथ शिनोमि शिनुवः सिन्वः शिनुवः सिन्वः लोटि लोट्लकारे शिनु अदृष्ट्वा एव वदन्ति अस्ति खलु किं भगिनि अदृष्ट्वा एव वदन्ति खलु आं भगिनि आमाम् अस्तु सम्यक् शिनोतु शिनुतात् शिनुतात् शिनुतात् शिण्वन्तु शिनु मध्यमपुरुषे शिनु शिनुतात् शिनुतं शिनुता सिन् सर्वाणि उत्तमपुरुषे पित् अस्ति शिण्वानि शिण्वाव सिनवानि सिनवानि सिनवानि सिनवाव सिनवाम लङ्लकार आडागम भवति असिनोत् असिनुताम् असिन्वन् असिनोः असिनुता अचिन्तम् असिन्त असिन्वम् असिन्व असिन्व असिन्म असिन्म विदलि सर्वे अपि अस्ति शृणुयात् शृणुयाताम् शृणुयुः शृणुयाः शृणुयातम् शृणुयात शृणुयाम शृणुयाव शृणुयाम शृणुयाम शृणुयाम एकवचने शृणुयाम पुनः वदतु उत्तमपुरुषरूपाणि पुनः उत्तमपुरुषरूपाणि वदतु भगिनि अस्तु शृणुयां शृणुयाव शृणुयाम इति अस्ति अस्तु विजयलक्ष्मी भगिनी अग्रे तत्र आत्मनेपदी करोतु आत्मनेपदीरूपाणि अदृष्ट्वा शृणुते शृण्वते शृण्वन्ते शृण्वते शृण्वते शृणुषे शृण्वाथे शृणुध्वे शृण्वे शृणुवहे शृण्वहे शृणुमहे शृण्महे लोटि शृणुतां शृण्वतां शृण्वतां शृणुष्व शृण्वथां शृणुध्वं शृणवै शृणवावहै शृणवामहै अशृणुत अशृणुत अशृण्वताम् अशृण्वत अशृणुथाः अशृण्वथाम् अशृणुध्वम् अशृण्वि अशृण्वहि अशृणुवहि अशृणुमहि अशृण्महि विधिलिङ्ग् शिन्वीत शिन्वीयातां शिन्वीरन् शिन्वीथाः शिन्वीयाथां शिन्वीध्वं शिन्वीयशिन्वीवहि शिन्वीमहि सम्यक् बहु सम्यक् इति सरलमेव खलु रूपाणि अस्तु तत्र ओके इदानीं तत्र डुमि प्रक्षेपणे प्रक्षेपणे इति तत्र अनिमा भगिनी वदतु अस्ति वा भगिनि श्रूयते किल भगिनि श्रूयते वदतु अहं प्रत्यं दृष्ट्वा वदामि किं प्रत्यं दृष्ट्वा वदामि किं दृष्ट्वा वदामि किं कुत्र प्रत्ययमस्ति किल सीतः अन्ति सीतः प्रक्रियाम् उक्त्वा वदति वा अस्तु वदतु सिद्धप्रत्ययाः सः वदन्ति अस्ति सिद्धप्रत्ययः तत्र सम्यक्तया न शृणोति अस्तु वदतु धातु ओके मिनुति मिनुत्तः मिन्वन्ति मिनुषि मिनुतः मिनोति मिनोति मिनोति मिनोति मिनुतः मिन्वन्ति मिनोषि मिनुतः मिनुत मिनोमि मिनुवः मिन्वः मिनुमः मिन्मः मिनोतु मिनुतात् मिनोतु मिनुतात् मिनुतां मिन्वन्तु मिनु मिनुतात् मिनुतं मिनुत मिनवानि मिनवाव मिनवाम अमिनोत् अमिनुताम् अमिनुवन् अमिनोः प्रथमपुरुषे बहुवचने अमिनुवन् अमिन्वन् अमिनोः अमिनुतम् अमिनुत अमिनवम् अमिनव अमिनाम न न न इदानीं द्विवचने पुनः वदतु अमिनुव अमिनुम अमिनुव अमिनुम एकमेव रूपं वा अमिन्व अमिन्म मिनुयात् मिनुयातां मिनुयुः मिनुयाः मिनुयातं मिनुयात मिनुयां मिनुयाव मिनुयाम उत्तमम् उत्तमं सम्यक् तर्हि इदानीं आत्मनेपदि वंशी भगिनी वदतु अस्तु मिनु एव श्रूयते वा सम्यक् श्रूयते वा श्रूयते श्रूयते झटिति क्षम्यतां मिनुते मिन्नु मिन्वाते मिन्वाते मिन्वते मिनुषे मिन्वाथे मिनुध्वे मिनु मिन्वे मिन्वहे मिनुवहे मिनुमहे तस्मात् लोट् लकारः एकमेव रूपं वा ओ क्षम्यतां मिनु मिनुवहे मिन्वहे मिन्महे मिनुमहे मिन्महे इति रूपद्वयम् मिनुवहे मिन्वहे मिन्वहे मिन्महे हा किम् उक्तवती अहं दोषेण मिन्वहे मिन्महे समीचीनं किल मिनु मिनुतां मिन्वा मिन्वातां मिन्वन्त मिनु मिन्वतां मिन्वतां मिन्वतां मिनु हा पुनः वदा मिनुतां मिन्वतां मिन्व मिन्वन्त मिनु न आताम् आताम् अताम् ओ क्षम्यताम् अस्तु अस्तु ताम् आताम् अताम् अस्तु मिनुतां मिन्वातां मिन्वतां मिनु श्व मिनुष्व मिनुत्थां मिन्नु मिन्वाथां मिन्वाथां मिनुध्वं मिनु मिन्वै मिन्वै न पित्तस्ति किल ऐ मिनु मिन्वै मिन्वै इति भवति मिनवै मिनो मिनोयोगः ऐ अस्तु उप मिनवै मिनवै मिनवावहे मिन वामहे मिनवामहे तस्मात् अमिनुत अमिनु अमिन्नु न अमिन्वाताम् अमिन्वन् अमिन्व न ताम् आताम् अत क्षम्यतां भगिनि मिनुतां मिन्वातां मिनो मिन्वत अमिनुत अमिनुत क्षम्यताम् अमिनुत अमिन्वाताम् अमिनु अमिन्वत अमिनुताः अमिनुताः अमिन्वाथाम् अमिनुध्वम् अमिनुयोगः इ अमिनुवै अमिनुवै किमर्थं वै इति अस्ति वै अमिनुयोगः इ अमिनो तत्र नो पित्र अस्ति क्षम्यतां पित्र अस्ति किल अतः तत्र यण्णादेशः भवति अस्तु अमिन्वै अमिन्वै अमिन्वे अमिन्वे भवति किल न वे नास्ति वै नास्ति इ अस्ति खलु अमिनुयोगः इ तत्र यण्णादेशः भवति उकारस्य स्थाने अमिन्वि ओ क्षम्यतां क्षम्यतां भवति अमिन्वि क्षम्यता अमिन्वि अमिनुयोगः वहि अमिनु अमिनुवहि इति भवति अमिन्वहि अमिनुवहि अमिन्महि अमिन्महि अमिनु अमिनुमहि रूपद्वयं भवति तस्मात् तत् तु सरलमस्ति विधिलिङ्गतस्य समा सरलमस्ति मिन्वीत मिन्वीयाथां मिन्वीरन् मिन्वीथाः मिन्वीयातां मिन्विध्वं मिन्वीय मिन्वीय मिन्वीवहि मिन्वीमहि समीचीनं. तर्हि इदानीम् अग्रे विजयभगिनी अग्रे करोति वा? हि गतौ करोमि महोदय. महोदय श्रूयते वा? श्रूयते वा, वदतु. हि गतौ इति अस्ति अत्र. एतत्तु परस्मैपदिनः धातुः, अतः तत्र किमस्ति चेत् अत्रापि एतत्तु स्वादिगणीयधातुः, अतः तत्र अपि नु इति आगच्छति, श्नु. अतः तत्र केवलं रूपाणि, शिनोति हिनुतः, शिनोति हिनुतः, अनन्तरं चिन्वन्ति इति भवति. हिनोति हिनुतः इन्वन्ति, अत्रापि विष्णु सार्वधातुः. अनन्तरं हिनोषि हिनुतः हिनुत हिनोमि, रूपं द्वयं भवति. हिनु हिनुमः एकनिमिषं, हिन्वः हिनुवः, हिन्मः हिन्मः हिनुमः इति अस्ति. पूर्णतया वक्तव्यं वा? लोटि आम्. हिनुतात् तु तात्, हिनोतु हिनुतात्, अनन्तरं ताम् अस्ति, हिनुतां हिनुत, अन्तु हिन्वन्तु. अनन्तरम् अत्र हिनु हिनुतात् हिनुत्थं हिनुत हिनु न हिनवाणि हिनवाव हिनवाम इति अस्ति. अनन्तरं लङ् सर्वत्र अडागमः भवति, अतः अहिनोत्. अनन्तरम् अत्र अहिनुताम् अन् अहिनुवन् अहिन्वन् अहिन्वन्. अनन्तरं ताः न अत्र किम् अस्ति, अत्र सकारः, अतः अत्र अहिनोः भवति, अहिनोः अहिनुतम् अहिनुत लङ् अहिनुवम् अहिनु अहि न अहिनवम् अहिनव न अहि अहिनवम् अहिनुव. अनन्तरम् अत्र अपि रूपं द्वयं भवति, अहिन्व अहिन्म अहिन्म अहिनुम अहिनुम इति भवति. अनन्तरम् अत्र विधिलिङ्ग् अत्र सर्वत्र हलदि अपि अस्ति, अतः तत्र वर्णमेलनमेव. हिनुता हिनुयात् हिनुयातां हिनु हिनुयुः हिनुयुः हिनुयाः युनुयातं युनुयात हिनुयां युनुयावः हिनि हिनुयाव हिनुयाम इति भवति महोदय. उत्तमं, सम्यक्, धन्यवादः. धन्यवादः. तर्हि रीहिंसायाम् इति धातुः मीना भगिनी वदति वा? अस्तु भगिनि, री धातु चि धातु परस्मैपदमेव. ऋणोति तितः अन्ति, ऋणोति ऋणुतः ऋण्वन्ति, ऋणोषि ऋणुतः ऋणुत मीव ऋणोमि ऋणुवः ऋण्वः ऋणुमः ऋण्मः. लोटि तुतां तुतात् तामन्तु, ऋणोतु ऋणुतात् ऋणुतां ऋण्वन्तु, ऋणु ऋणु ऋणुतात् ऋणुतं ऋणुत, ऋणवाणि ऋणवाव ऋणवाणि नास्ति, ऋणवाणि इति अस्ति वा? कुर्यां आकारः अस्ति, ऋणवाणि नत्वं नास्ति, ऋणवाणि ऋणवाव ऋणवाम. लङि अरे अरे अरेणोत् अरिणुत् अरिणोत् अरिणुताम् अरिणुवन् अरिणुवन् अस्ति अरिणु अन् अरिण्वन् अरे अरे अरिणोः अरिणुतम् अरिणुत अरिणुवम् अरिणु अम् अरिणु अम् अस्ति अचिन् चिन् धातुवत् किल चि धातुवत् अचिन्व अरुण् अरुण्वम् न अस्ति अत्र गुणः भवति वा न वा तत्र लङि अम् गुण भवति तत्र अरेणु अरेणो अम् अरेणोवं वा अरिणो योगः अम् एचोय वायावः अरे अरे अरेणवम् ओकारः अव अव अव् भवति अरिणवम् अरिणवाव अरिणवाम न अत्रापि गुणः खलु अरिणु अरिणो अरिणोवाव अरिणोवाम न प्रत्ययः कः अवाम किल लङि अरि अरि णु वाङ्गमस्ति अरिणु अरिणो व अरे एचोयावः अरिणौ अरिणव क्षम्यतां गुणः किमपि नास्ति अत्र प्रत्ययः व म तावदेव अपि प्रत्ययः खलु अपि क्षम्यताम् अरिणु अरिणु व अरिणो म एकमेव रूपं वा अरिणु अरिणु अरिणुं व अरिणुम् किं ऋणुं वा इति वा किमर्थम् अरिणु अरिणुव अरिण्व अरिण्व अरिण्म अरिणुव अरिणुम अरिण्व अरिण्म विदिलिङ् अरे यात् यातां युः किल अरे अरे नो न नास्ति ऋणुयात् ऋणुयाताम् ऋणयुः ऋणुयाः ऋणुयातम् ऋणयात ऋणु ऋणुयायम् ऋणु ऋणुयायम् ऋणुयाम् ऋणुयाव ऋणुयाम समीचीनम् समीचीनम् अग्रे तत् तर्हि किं सरस्वतीभगिनी अग्रे करोति वा हि हिंसायाम् आं भगिनि हि हिंसायाम् एकनिमिषम् क्षीहिंसायां नाम क्षिणोति न क्षिणोति क्षिणोति तर्हि क्षिणोति लट् क्षिणोति क्षिणुतः क्षिण्वन्ति क्षिणोषि क्षिणुतः क्षिणो क्षिणुथ क्षिण क्षिण्वामि क्षिणवामि प्रत्ययः कः शिणु न शिणु अस्ति तर्हि शिणु क्षिणवामि न वा किमर्थं वामि प्रत्ययः कः मि इति प्रत्ययः खलु शिणोमि शिणोमि शिणोमि शिणोमि क्षिणुवः क्षिण्वः क्षिण्मः क्षिणुमः लट् लोट् क्षिणो क्षिणोतु क्षिणुतात् क्षिण्वातां न न किमर्थं वातं परस्मैपदी खलु ताम् अन्तु ताम् अन्तु तर्हि क्षिण्वन्तु क्षिणो द्विवचने क्षिणु शृणुतात् पुनः एकवारम् आरम्भतः वदतु लोटि क्षिणोतु क्षिणुतात् क्षिण्वतां किमर्थं परस्मैपदी वदति भगिनि अत्र द्विवचने ताम् इति प्रत्ययः खलु ताम् इति प्रत्ययः तु तात् ताम् अन्तु शृणुताम् आमामां सोरि शृणोतु क्षिणुतात् क्षिणुतात् शृणुतां सम्यक् न शृणु शृण्वन्तु शृणु शृणु शृणुतात् शृणुतं शृणु त शृणुत आनीयाव आमा गच्छामि आमामि आनी न तर्हि शृण्वामि शृण्वामि किमर्थं वामि न आनी इति प्रत्ययः आमि न तर्हि आनी आनी आमि नास्ति आनी शृण्वानि शृण्वाव शृण् न आनी इति प्रत्ययः कीदृशप्रत्ययः पित् अस्ति खलु पित् अस्ति तर्हि क्षिणो क्षिणवामि क्षिणवानि वानि वानि क्षिणवानि अस्तु अहं पुनः प्रयत्नं करोमि भगिनि गृहे बहु सम्भ्रमं भवति अस्तु उत्तमपुरुषे द्विवचने बहुवचने वदतु वदामि वा द्विवचने बहुवचने समापयतु क्षिणवाणी क्षिणवाव क्षिणवाम क्षिणवाणि क्षिणवाव क्षिणवाम विधिलिङ्ग् लङ्गि लङ्गि लङ्गि अक्षिणोत् अक्षिणुताम् अक्षिणवन् अक्षिणोः अक्षिणुतम् अक्षिणुत अक्षिण्वम् अक्षिण्वम् न अत्र प्रत्ययः कः अम् पित्वा पित्वा पित् तर्हि अक्षिणवम् अक्षिणवम् अक्षिणवाव न न व इति प्रत्ययः म इति प्रत्ययः अपित् प्रत्ययः व म आम् तर्हि अक्षिणुव अक्षिण्व अक्षिणुम अक्षिण्म विदिलि अस्तु किल विदिलि इदानीं तु यान तर्हि शृणुयात् शृणुयातां शृणुयात् शृणुयुः शृणुयुः शृणुयाः शृणुयातं शृणुयात् शृणुयाम शृणुयाव शृणुयाम शृणुयाम इति एकवचने शृणुयां शृणुयाव शृणुयाम शृणुयाम अस्तु ओके अस्तु समीचीनं क्षम्यतां भगिनि नास्ति चिन्ता तत्र प्रत्ययः मनसि भवन्ति चेत् तदानीं क्लेशः न भवति अत्र प्रत्ययस्य विषये भ्रमः अस्ति भवत्याः अस्तु अस्तु तर्हि चिरि हिंसायाम् इति धातुः तत्र किम् उषाभगिनी कर्तुमिच्छति वा न क्षम्यताम् उमाभगिनी कर्तुमिच्छति वा अस्ति वा? ओके, अस्तु तर्हि कः तत्र उषभग्नि करोतु. चिरि धातु, चिरि नोति नट्लकार, चिरि नोति, चिरि नुतः, चिरिण्वन्ति, चिरि नोषि, चिरि नोषि, चिरि नुतः, चिरि नुथ, चिरि नोमि, चिरिण्वः, चिरिण्वः, चिरिणुवः, चिरिण्मः, चिरिणुमः. लटि लोटि लोटि परस्मैपति सामन्तु. चिरिणोतु, चिरिणुतां, चिरिण्वन्तु. चिरिणुतात् इत्यपि अस्ति खलु? चिरि चिरिणोतु, चिरिणुतात्, चिरिणुतां, चिरिण्वन्तु, ताम् अन्तु, चिरिण्वन्तु. अनन्तरं मध्यमपक्ष चिरु हि लोप, चिरिणु, चिरि चिरिणु, चिरि चिरिणुतात्, चिरिणुतं, चिरिणुत, आनि अव अम, चिरि चिरिणवा चिरिणवानि, चिरिणवाव, चिरिणवाम इति लोट् लकार. लङ् लकार अडागमः. अचिरि अचिरिणोत्, अचिरिणोत्, अचिरिणुताम्, अचिरिण्वन्, अचिरिण्वन्, अचिरिणोः, अचिरिणुतम्, अचिरिणुत, अम्, अचिरिणु, अचिरिणवम्, अचिरिणवम्, अचिरिणुव, अचिरिण्व, अचिरिणुम, अचिरिण्म इति लङ् विधिलिङ्ग्यात् यातां युः अपित्पत्य. अचिरिणुयात्, अचिरिणुयात्, अचिरिणुयाताम्, अचिरिणु युः, अचिरिणुयाः, अचिरिणु याता यातम्, अचिरिणु आगमः नास्ति. धन्यवादः. चिरिणुयात्, चिरिणुयात्, चिरिणुयातां, चिरिणुयुः, चिरिणुयाः, चिरिणुयातं, चिरिणुयात, चिरिणु यां, चिरिणुयाव, चिरिणुयाम. सम्यक्. तर्हि लक्ष्मीभगिनी समापयतु अन्ततो गत्वा. जिरि. आं भगिनि, जिरि हिंसायामिति, जिरि जिरिणु इति अङ्गं, परस्मैपदि रूपाणि, जिरिणु जिरिणोति, जिरिणुतः, जिरिण्वन्ति, जिरिणोषि, जिरिणुधः, जिरिणुथ, जिरिणोमि, जिरिणुवः, जिरिण्वः, जिरिणुमः, जिरिणु जिरिण्मः इति लटिरूपाणि. लोटि, जिरिणोतु, जिरिणुतात्, जिरिणुतां, जिरु जिरिण्वन्तु, जिरिणु जिरिणुतात्, जिरिणुतं, जिरिणुत, जिरुणवानि, जिरुणवाव, जिरुणवाम. लङि रूपाणि, अजिरुणोत्, अजिरुणुताम्, अजिरुण्वन्, अजिरुणोः, अजिरुणुतम्, अजिरुणुत, अजिरुणा, अजिरुणम्. किमर्थम् अजिरु इति वदति? अजिरि. ओ, क्षम्यतां भगिनि, दोषाय उक्तवती. अजिरि, क्षम्यता. हा, पुनः वदामि, अजिरिणोत् अजिरिणुतम् क्षम्यता अजिरिणोत् अजिरिणुताम् अजिरिण्वन् अजिरिणोः अजिरिणुतम् अजिरिणुता अजिरिणम् अजिरिणवम् अजिरिणवम् अजिरिणो अजिरिणुव अजिरिण्व अजिरिणुम अजिरिण्म विधिलिङ्गि अजिरिणु अजिरिणुयात् अजिरिणुयाताम् अजिरिणुयुः क्षम्यता अकार नास्ति जिरिणुयात् जिरिणुयात् जिरिणुयातां जिरिणुयुः जिरिणुयाः जिरिणुयातां जिरिणुयात जिरिणुयां जिरिणुयाव जिरिणुयाम इति रूपाणि अस्तु तर्हि तत्र किम् अरुणा भगिनी भवती पृष्टवती खलु पुनः एकवारं वदामि इति अतः तत्र किम् अस्ति दुनोति इति धातुः झटिति करोतु दुनोति अस्ति वा भगिनी अरुणा भगिनी किमपि न श्रूयते प्रायः भवति नास्ति अस्ति वा न श्रूयते अस्तु तर्हि न श्रूयते भगिनि क्षम्यतां तर्हि अत्र स्थगनं कुर्मः तर्हि धन्यवादः नमस्कारः इतोपि तत्र कतिचन तातवः सन्ति तान् कृत्वा वयं समापयामः अत्र पुनः पुनः तदेव अतः झटिति वयं कर्तुं शक्नुमः अत्र अस्माकं सम्यक्तया अभ्यासः भवति भवन्तः पश्यन्तु तत्र धातुः अजन्तः वा हलन्तः वा इति पश्यन्ति चेत् तत्र झटिति कर्तुं शक्नुमः अस्तु तर्हि धन्यवादः नमस्कारः धन्यवादः